अस्तु तर्हि अस्माकं न्यायवर्गस्य कक्षा इदानीं प्रवर्तमाना अस्ति. अत्र गतसप्ताहे वयं तत्र अन्वयसहचारः व्यतिरेकसहचारः अन्वय व्यभिचारः व्यतिरेकव्यभिचारः इति विषये किञ्चित् परिशीलितवन्तः. तत्र कारणकार्यभावः कुत्र सम्भवति कुत्र न सम्भवति इत्यपि दृष्टवन्तः. तर्हि इदानीं नूतनविषयस्य आरम्भः. तस्मात् प्राक् कोऽपि आगतः वा इदानीं? हा पुष्पा भगिनि. हा नमस्ते भगिनि. अस्तु हरि ओम्. कोऽपि आगतः वा इदानीं? अस्तु तर्हि रामप्रिया भगिनी भवती आरम्भं करोति वा तत्र असमवेतगुणानां ज्ञानं कथम् इति? आं भगिनि. असमवेतगुणानां ज्ञानं कथं तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते तेन च कारणताग्रहः भवति. एतादृशकारणताग्रहे सति यत्र क्वचित् गन्धः अनुभूतः पृथिवी न उपलब्धा चेदपि तत्र सा अस्ति इति अनुमीयते. अत्र तु असमवेतगुणानां ज्ञानं कथं भवति इति अत्र तस्मिन् विषये अस्ति. अत्र प्रथमं तत्र समवेतम् इत्युक्ते किम् इति जानाति वा? समवेतम् इत्युक्ते समवायसम्बन्धेन वर्तते इति समवेतम्. असमवेतम् इत्युक्ते तथा नास्ति इति. तर्हि गुणः साधारणतया वयं वदामः खलु गुणः समवायसम्बन्धेन द्रव्ये इति. इत्युक्ते गन्धः पृथिव्याम् अस्ति चेत् गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति. तथैव रसः जले, उष्णस्पर्शः इति तेजसि, तथा शीतस्पर्शः इति जले इति वयम् एतावत्पर्यन्तं दृष्टवन्तः. तर्हि असमवेतगुणानाम् इत्युक्ते असमवेतगुणः इत्युक्ते समवायसम्बन्धेन गुणः यत्र न वर्तते तत्र तस्य ज्ञानं कथं वयं प्राप्तुं शक्नुमः इति. तर्हि अग्रे पठामः, तेन किञ्चित् इतोपि स्पष्टता जायेत. परन्तु समवेतम् इत्युक्ते किम् इति अवगमनं आवश्यकं, तदर्थमेव उक्तवती. समवायसम्बन्धेन गुणः द्रव्ये न इति वा? हा सत्यम्. यत्र समवायसम्बन्धेन गुणः नास्ति द्रव्ये तस्य ज्ञानं कथं प्राप्तुं शक्नुमः इति. अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति. अन्वयव्यभिचारज्ञानम् इत्युक्ते तत् सत्त्वे तत् असत्त्वम् इति. अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते तत् सत्त्वे तत् सत्त्वम् इति ज्ञानम् उत्पद्यते इति अस्ति अत्र. हा इत्युक्ते तत्र द्वयमपि अस्ति खलु, अन्वयव्यभिचारः अपि च व्यतिरेकव्यभिचारः. तथैव अन्वयसहचारः व्यतिरेकसहचारः. एतद् ज्ञानं ज्ञानस्य अभावे तद् ज्ञानम् उत्पद्यते. हा इति तत्र कारणकार्यविषये वयं परिशीलितवन्तः खलु. इत्युक्ते यत्र अन्वयव्यभिचारः वा अथवा व्यतिरेकव्यभिचारः वा नास्ति इत्युक्ते यत्र तत् सत्त्वे तदसत्त्वम् अथवा तद् असत्त्वे तत्सत्त्वम् इति वयं दृष्टवन्तः खलु. तथा यत्र नास्ति तत्र एव कार्यकारणताभावः वयं दृढतया वक्तुं शक्नुमः. इत्युक्ते तत्सत्त्वे तत्सत्त्वम् अथवा तदभावे तदभावं तद् इति वयं दृष्टवन्तः खलु. तत्रैव तादृश कार्यकारणभावः वर्तते इति वयं वक्तुं शक्नुमः. तदा तेन च कारणता ग्राहः भवति. तत्रैव तेन एव कारणता कार्यकारणभावः तत्र एव भवति इति अस्ति. एतादृशकारणताग्राहे सति यत्र क्वचित् गन्धः अनुभूतः पृथ्वी न उपलब्धा चेदपि तत्र सा अस्ति इति अनुमीयते. यदा एतादृश कारणता कारणेन एव वयं वक्तुं शक्नुमः यत्र गन्धः अनुभवामः चेत् तत्र यदा पृथ्वी नास्ति चेदपि पृथिव्यां किमपि लक्षणम् अस्ति अत्र इति वयम् अनुमानं कर्तुं शक्नुमः. इत्युक्ते इदानीं गन्धः इति पृथिव्याः लक्षणम् इति वयम् उक्तवन्तः खलु. तर्हि यत्र गन्धः अस्ति तत्र पृथ्वी अपि निश्चयेन अस्ति इति वयं वक्तुं शक्नुमः. इत्युक्ते तत्र अन्वयसहचारः भवति खलु. यत्र यत्र गन्धः तत्र तत्र पृथ्वी इति. इत्युक्ते तत् सत्त्वे तत् सत्त्वम् इति. तर्हि अत्र यदा जले गन्धः अस्ति इति चिन्तयतु. तत्र जले गन्धः अस्ति चेत् तत्र वस्तुतया पश्यामः चेत् जले गन्धः नास्ति खलु. केवलं पृथ्व्यामेव गन्धः अस्ति. परन्तु जले गन्धः इति वयम् अनुभवामः चेत् तत्र यद्यपि पृथ्वी इति तत्र न दृश्यते तथापि पृथ्व्याः अंशः किमपि स्यात् तस्मिन् इति कृत्वा तत्र वयं तत्र पृथ्वी अस्ति इति अनुमानं कर्तुं शक्नुमः. एवं च उपवनात् समागते वाते तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव. परं सा पृथ्वी जलेन संयुक्ता. पृथिवीकणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते. पृथिवीगन्धः गन्धस्तु समवायेन पृथिव्यां स्थिते अपि स्वसमवायी संयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति. यदा उपवनात् यदा वायुः आगच्छति चेत् जले यः सुरभिगन्धः तत् जले यः सुरभिगन्धः वयम् अनुभूयमानः सः पृथिव्याः एव अस्ति. तत्तु जलेन संयुक्त इत्युक्ते सम्बन्धः वा? हा, इत्युक्ते पृथ्वी जलेन संयुक्ता खलु. तत्र पृथ्वी इति द्रव्यं, जलम् अपि द्रव्यं. तर्हि तत्र कीदृशसंयोगसम्बन्धः भवति? हा, संयोगसम्बन्धेन तत्र पृथ्वीजलयोः मध्ये संयोगसम्बन्धः अस्ति. तत्पूर्वं तत्र एवं च उपवनात् समागते वाते तादृशे च जले इत्युक्ते तत्र यदा उपवनः अस्ति, उपवनमस्ति, तस्मात् तत्र किमपि वायुः आगच्छति चेत् तस्मिन् वा अपि च जले वा इति. तर्हि तत्र वायौ वा भवतु अथवा जले वा भवतु तत्र सुरभिगन्धः आगच्छति चेत् सुरभिगन्धः इति पृथिव्याः लक्षणम् एव. तर्हि तत्र पृथिव्याः किमपि अंशः तस्मिन् अस्ति इति कारणात् एव तत्र तादृशगन्धः आगच्छति. तर्हि तत्र कथम् इत्येव इदानीं प्रश्नः. तदेव असमवेता गुणम् इति. इत्युक्ते गन्धः केवलं पृथिव्याम् अस्ति खलु, परन्तु वायौ वयम् अनुभवामः. तर्हि तत्र कथं तस्य ज्ञानं भवति इति एव इदानीं प्रश्नः. इदानीं शीर्षकः कः इति अवगतः वा? तस्मिन् जले विद्यमाना किञ्चित् पृथ्वीकणाः वयं यद् वयं चक्षुषा न गृह्यन्ते तदेव तद् वयं सुरभिगन्धः इति अनुभूयमानः अस्ति इति. इत्युक्ते पृथ्वीकणाः एव सुरभिगन्धः इति न, तर्हि तत्र पृथ्वीकणः अस्ति तस्मात् सुरभिगन्धः आगच्छति खलु, तस्मात् तत्र तादृशकणाः पृथ्वीकणाः वायौ अस्ति चेत् वायौ अथवा जले अस्ति चेत् जले तेषां स्वभावः गन्धः इति कृत्वा तत्र जले वा वायौ वा वयं तत्र गन्धः अनुभवामः. परन्तु तत्र वस्तुतः जले अथवा वायौ गन्धः नास्ति, साक्षात् नास्ति. तदेव चक्षुषा न गृह्य गृह वयं न गृह्यन्ते जले. इत्युक्ते पृथ्वीकणाः वयं चक्षुषा न गृह्यन्ते, न तु गन्धः खलु. गन्धः सर्वदा वयं चक्षुषा न गृह्णीमः, यतोहि तत्र गन्धः इति गुणः अस्ति, तद् घ्राणेन्द्रियेण एव तस्य ग्राहकं भवति. परन्तु पृथ्वी तु वयं चक्षुषा गृहीतुं शक्नुमः, इत्युक्ते पुस्तकम् अस्ति चेत् अथवा पुष्पम् अस्ति चेत् तस्य ज्ञानं चक्षुषा भवेत्. परन्तु ये कणाः जले वा अथवा वायौ वा अस्ति सन्ति तेषां परिमाणं बहु सूक्ष्मम् इति कृत्वा तस्य साक्षात् चक्षुषा तस्य ग्रहणं न भवति, न गृहीतुं शक्नुमः साक्षात् चक्षुषा. तदर्थमेव तत्र तथा भासते खलु, जले तत्र पृथ्वी नास्ति इति भासते, वायौ अपि तथैव तत्र पृथ्वी नास्ति इति भासते. परन्तु गन्धः तु अस्ति, गन्धस्य ग्राहकं तु भवति अस्माकं, तत्र जले वा अथवा वायौ वा तत्र तत्तु आनुभविकम् अस्ति. तर्हि तत्र तथा तादृशगन्धस्य अनुभवम् अस्ति इति कृत्वा तस्मात् वयम् अनुमानं कर्तुं शक्नुमः यत् पृथ्वी अंशः अपि अस्ति जले जले वा अथवा वायौ वा इति. तर्हि तत् पृथ्वीकणा यः पृथ्वी अस्ति जले वा वायौ वा तद् सूक्ष्मः अस्ति, तस्य सूक्ष्मत्वात् चक्षुषा न गृह्यन्ते. इत्युक्ते गन्धः चक्षुषा न गृह्यन्ते इति न, गन्धः तु कदापि चक्षुषा न गृहीतुं शक्नुमः. अन्तिमवाक्यं हा हा तदेव पठतु भगिनि. पृथिवीगन्धः तु समवायेन पृथिव्यां स्थिते अपि स्थितोपि स्वसमवायिसंयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति. स्वसमवायिसंयुक्तत्वसम्बन्धेन इत्युक्ते स्वम् इति गन्धः, स्वसमवायिनी पृथिवी, तत् संयुक्तं जलं संयुक्तत्वं जले इति, अनेन परम्परासम्बन्धेन पृथिवी गन्धः जले प्राप्तः. अत्र स्वम् इति गन्धः इति अस्ति, पृथिवी गन्धः तु समवायसम्बन्धेन पृथिव्याः अस्ति, तत् प्रथमम् अस्ति. स्वम् इति गन्धः, स्वसमवायिनी इनि इति इन् प्रत्यय इनि प्रत्ययः क्षम्यताम् आम् इनि प्रत्ययः पृथिवी गन्धः समवायसम्बन्धेन पृथिव्यां, तत् संयुक्तं जलं जलं तु एकक्षणं भवती बहु सम्यक्तया उक्तो वदति अस्ति इदानीं वदन्ती अस्ति तत्र किञ्चित् इतोपि वक्तव्यं खलु तत्र स्वसमवायिनी पृथ्वी इति इणि प्रत्ययः तत्र कथम् इणि प्रत्ययः तत्र आगतः इति इतोपि किञ्चित् विवरणं दत्वा अग्रे गच्छतु. पृथिवी इति स्त्रीलिङ्गपदं तदेव समवायिनी यस्मिन् अस्ति इति अति उत्तमम् इत्युक्ते समवाय सम्बन्धेन पृथिव्यां गन्धः अस्ति इति कृत्वा पृथ्वी इति यस्मिन् गन्धः अस्ति सः समवायिनी भवति खलु समवायिन् इति तत्र प्रातिपदिकम् इणि प्रत्ययेन स पृथ्वी इति स्त्रीलिङ्गम् इति कृत्वा समवायिनी इत्युक्ते गन्धः तस्मिन् समवायसम्बन्धेन अस्ति इति पृथ्वी इति समवायिनी स्वसमवायिनी इति तत्र स्वम् इति गन्धः गन्धसमवायिनी पृथ्वी इति अति उत्तमं भगिनि. सर्वे अवगच्छन्ति वा तत्र प्रश्नः अस्ति चेत् पृच्छन्तु इदानीं तत्र स्वसमवायिनी इति स्वसमवायिनी पृथ्वी इति कथम् आगता इति अवगच्छन्ति वा अवगच्छति उत्तमं हा अग्रे वदतु भगिनि तत्र तत् संयुक्तं जलं तत् इति किं तत् संयुक्तं जलं संयुक्तम् इत्युक्ते पृथिवी जलयोः संयोगसम्य सम्बन्धः जलमिति तत् किल नपुंसकलिङ्गं न न तत्र तत् संयुक्तं जलम् इति अस्ति खलु तत्र जलम् इति तत् संयुक्तम् इति जलस्य विशेषणं खलु यथा स्वसमवायिनी इति पृथिव्याः विशेषणम् आसीत् तथैव तत् संयुक्तम् इति जलं तर्हि जलं तत्र तत् इति जलं चेत् जलं जलेन संयुक्तं वा तत्र तत् संयुक्तम् इति तत् किं सूचयति पृथिवी जलम् एव संयोगसम्बन्धेन भवितुं भवति किल तदेव पृथिवी जलसंयोगसम्बन्धेन तर्हि तत्र तत् संयुक्तम् इत्युक्ते तत् इत्युक्ते किं पृथ्वी पृथ्वी स्त्रीलिङ्गपदं किल सत्यं पृथ्वी एव खलु तत्र तत्संयुक्तम् इति समासपदं तर्हि समासे तत्र प्रातिपदिकस्य एव प्रयोगः खलु तर्हि तत् इति तत्र पृथ्वी एव पृथ्वी जलयोः संयोगसम्बन्धः संयुक्तत्वं जले अतः संयुक्तत्वं जले अस्ति इति अनेन परम्परासम्बन्धेन परम्परासम्बन्धः इति नूतनसम्बन्धः किल हा परम्परासम्बन्धः इत्युक्ते यत्र इदानीं यद् उक्तं खलु तत्र समवायिसंयुक्तसम्बन्धः इति परम्परासम्बन्धः इत्युक्ते तत्र परम्परा इत्युक्ते यदा लौकिकविषये वयं वदामः तथा न इत्युक्ते किञ्चित् पारिभाषिकशब्दः खलु इत्युक्ते तत्र परम्परा इत्युक्ते साक्षात् न इति ते कस्यचित् मार्गेण तत्र इत्युक्ते चिन्तयतु तत्र पितामहः अस्ति तस्य पुत्रः पिता अस्ति तस्य पुत्रः इति पुत्रः अस्ति खलु तर्हि यः पुत्रः अस्ति सः साक्षात् पितामहस्य पुत्रः न परन्तु पिता इति मध्ये यः अस्ति पित्राद्वारा तत्र पुत्रः भवति खलु तर्हि तत्र परम्परा इति तत्र मध्ये किमपि अस्ति तेन मार्गेण तत्र सम्बन्धः आगतः खलु तदेव तत्र परम्परासम्बन्धः इत्युक्ते इदानीम् अत्र पश्यतु तत्र पृथ्वी इति द्रव्यं पृथिव्यां गन्धः पृथ्वीकणाः जले तर्हि इदानीं जले गन्धः आगतः परन्तु जले साक्षात् गन्धः नास्ति पृथ्वी इति मध्ये किमपि अस्ति पृथ्वी इति मध्ये किमपि एकं द्रव्यम् अस्ति इति कृत्वा कश्चन किञ्चन द्रव्यम् अस्ति इति कृत्वा तेन मार्गेण जले इदानीं गन्धः आगतः तदेव तत्र स्व समवायि संयुक्तसम्बन्धः इति परम्परासम्बन्धः इत्युक्ते इदानीं गन्धः जले स्थितः इति स्वप्रत्ययं जनयति इत्युक्ते स्व इति तत्र गन्धः खलु गन्धप्रत्ययम् इत्युक्ते गन्धज्ञानं जनयति जले गन्धः अस्ति इति ज्ञानं जनयति केन सम्बन्धेन इत्युक्ते स्वसमवायिसंयुक्तत्वसम्बन्धेन इति परम्परासम्बन्धेन इत्युक्ते जले समवायसम्बन्धेन गन्धः नास्ति परन्तु जले पृथ्वीकणाः सन्ति तेन तैः तत्र गन्धः इदानीं जले आगतः अवगच्छन्ति वा भवती एकवारं पुनः वदति वा यत् भवत्याः अवगमनं तत्र अन्तिमवाक्यस्य अवगमनम् एकवारं तदेव स्वसमवायिसंयुक्तसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति इति अत्र प्रथमं तु गन्धः पृथिव्योः मध्ये समवायसम्बन्धः अस्ति स्व इति गन्धः स्वसमवायिनि पृथिवी पृथिवी जलयोः मध्ये संयुक्त संयोगसम्बन्धः संयोगसम्बन्धः अस्ति तत् संयुक्तं जलं तत् संयुक्तत्वं जले अस्ति इति कारणात् जले अस्ति इति परम्परा सम्बन्धः वा परम्परासम्बन्धेन पृथिवी गन्धः जले अस्ति क्षम्यताम् आम् पृथिवी गन्धः जले प्राप्तः क्षम्यताम् अस्ति आम् आम् आम् उत्तमं तदेव अस्तु पुष्पा भगिनी भवती अग्रे पठति वा अस्तु भगिनि एवं पृथिव्यनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः पठामि जलगतशीतस्पर्श एव संयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते तेजसः उष्णस्पर्शस्यापि इत्थमेव पृथ्वीजलवायुषु भानं समर्थनीयम् तत्र कृत्रिमः अर्थं किं भगिनि हा कृत्रिमः इत्युक्ते तत्र स्वाभाविकः नास्ति इत्युक्ते कल्पितः इति कल्पितः एवं पृथिव्यनिलयोः निलयोः पृथिव्यनिल पृथिवी अनिलयोः खलु तत्र सन्धिः आगतः अनिलः इत्युक्ते हा पृथ्वी अनिलयोः अनिलः इत्युक्ते जानाति वा हा वायु वायु उत्तमम् पृथ्वी अनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः तत्र शीतस्पर्शः कुत्र भवति शीतस्पर्शः अनिले भवति शीतस्पर्शः अनिले भवति किम् शीतस्पर्शः अस्तु स्पर्शः स्पर्शः अनिले भवति शीतः न न न एकक्षणं तत्र वयं तत्र स्पर्शस्य प्रभेदः कः तत्र वयं दृष्टवन्तः खलु प्रभेदाः के अथवा स्पर्शस्य प्रभेदाः के अथवा स्पर्शः कतिविधं कति अस्ति अस्ति तत्र स्पर्शः वायुः न मम प्रश्नः अवगच्छति वा? स्पर्शः कतिविधस्पर्शः वयं स्पर्शाः वयम् एतावत्पर्यन्तं दृष्टवन्तः. तत्र स्पर्शः त्रिविधम् इति दृष्टवन्तः खलु, स्मरति वा? हा, तत्र स्पर्शः त्रिविधम् इति दृष्टवन्तः खलु, उष्णस्पर्शः, शीतस्पर्शः, अनुष्णाशीतस्पर्शः इति. हा, तर्हि उष्णस्पर्शः कुत्र अस्ति? चिन्तयित्वा वदतु भगिनि. शीतस्पर्शः अपि वायौ, उष्णस्पर्शः अपि वायौ इति न भवति खलु. किञ्चित् चिन्तयित्वा वदतु, उष्णस्पर्शः कुत्र भवति? अस्तु अस्तु, स्पर्शः वयं जानीमः तत्र पृथिव्यां जले तेजसि वायौ, तत्र स्पर्शः भवितुम् अर्हति. एषु चतुर्षु द्रव्येषु स्पर्शः भवति. इदानीं शीत उष्णस्पर्शः कुत्र भवति, कस्मिन् द्रव्ये? तेजसि. तेजसि, उत्तमं. शीतस्पर्शः? जले. जले, उत्तमं. तर्हि वायौ कीदृशस्पर्शः? तर्हि वायौ अपि च पृथिव्यां वायु तु त्रिविधाः अस्ति न? हा, तृतीयविधः कः? अनुष्णाशीत इत्युक्ते उष्णः अपि नास्ति, शीतः अपि नास्ति इति. तादृशस्पर्शः कुत्र अस्ति? वायौ अपि च पृथिव्यां. तर्हि इदानीं पृथ्वी अनिलयोः इत्युक्ते पृथ्वी वायवोः कदाचित् अनुभूयमानः शीतस्पर्शः, तर्हि तत्र पृथ्वी पृथिव्याम् अपि च वायौ शीतस्पर्शः स्वाभाविकः वा? इत्युक्ते तत्र शीतस्पर्शः कुत्र भवति साधारणतया? जले भवति. तर्हि वायौ अपि च पृथिव्यां शीतस्पर्शः इति स्वाभाविकः वा? न. तर्हि यः शीतस्पर्शः वायौ अथवा पृथिव्यां वयं अनुभवामः, सः शीतस्पर्शः स्वाभाविकः नास्ति खलु, परन्तु कृत्रिमः. इत्युक्ते यः स्वाभाविकः नास्ति, यः तत्र भासते तथैव, तत्र वायौ शीतस्पर्शः अस्ति इति भासते, परन्तु सः स्वाभाविकः नास्ति. तत्र जलस्य शीतस्पर्शः तत्तु पृथ्वी अनिलयोः नास्ति. नास्ति, तदेव हा, तदेव द्वितीयं वाक्यमस्ति, तत् पठतु. अनुभवामः. अस्तु, जलगतशीतस्पर्श एव समवायसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते इत्युक्ते तत्र तथा दृश्यते, तथा भासते इति. तत्तु पृथ्वी अनिलयोः जले स्थितः, जले तथैव शीतस्पर्शः अस्ति. पुनः वदतु, एकक्षणं पुनः वदतु. पृथ्वी अनिलयोः शीतस्पर्शः अस्ति. किं जलः तत्र पृथ्व्यां तु अनिलयो अनिले जलः अस्ति. तत् जलं समवायि संयुक्तत्वसम्बन्धेन तत्र अस्ति, तथैव शीतस्पर्शं भासते. भासते, हा हा हा, तर्हि तत्र स्वसमवायिसंयुक्तत्वसम्बन्धेन कः कस्मिन् अस्ति? जलः पृथ्वी अनिल अनिले भगिनी, जलम् इति नपुंसकलिङ्गपदं, न तु पुल्लिङ्गः. जलं जलं पृथ्व्यां तु अनिले अस्ति च अनिले अनिले च अस्ति. सत्यं, एकक्षणम् एकक्षणम् एकक्षणं, जलं पृथिव्याम् अथवा अनिले कीदृशसम्बन्धेन अस्ति? समवायसम्बन्धेन न, परस्परसम्बन्धेन. परस्परसम्बन्धः इति कीदृशसम्बन्धः? एकक्षणम् एकक्षणं, किञ्चित् चिन्तयित्वा वदतु. तत्र अनिलः अथवा पृथ्वी, जलम् इति तत्र द्वयमपि द्रव्यं खलु? जलमपि द्रव्यं, पृथ्वी अपि द्रव्यम्. तर्हि इदानीं जलं पृथ्व्याम् अस्ति चेत् कीदृशसम्बन्धेन भवति? किञ्चित् चिन्तयित्वा वदतु. एतद् वयम् आरम्भे एव दृष्टवन्तः. पुस्तकस्य आरम्भे यदा न्यायवर्गस्य आरम्भम् अभवत् तदा एव वयम् एतत् सर्वं किञ्चित् चिन्तितवन्तः पुनः पुनः बहुवारं. समवायसम्बन्धेन समवायसम्बन्धः कुत्र भवति? पृथ्व्यां द्रव्ययोः मध्ये कीदृशसम्बन्धः? द्रव्योः मध्ये गुण. इदानीं विषयः सम्बन्धः विषये भगिनी, किं कथं कस्मात् तत्र गुणः इति आपतति? मम प्रश्नः आधारः इति कश्चन सम्बन्धः वा? मम प्रश्नः सम्बन्धः विषये, कीदृशसम्बन्धः भवति द्रव्ययोः मध्ये? इदानीमेव रामप्रिया भगिनी अपि उक्तवती स्वसमवायसंयुक्तसम्बन्धेन न अस्तु. रामप्रिया भगिनी, भवती एकवारं वदति वा तत्र? आं भगिनि, अत्र जलगत स्वसमवायिसंयुक्तत्वसम्बन्धेन इति अस्ति. क्षम्यतां, प्रथमं तत्र जलपृथ्वियोः मध्ये कीदृशसम्बन्धः इति उक्त्वा तदनन्तरं तद्वाक्यस्य विवरणमपि ददातु किञ्चित्. जलपृथिव्योः संयोगसम्बन्धः. इदानीम् आगच्छति वा द्रव्ययोः मध्ये कीदृशसम्बन्धः इति स्मरति वा इदानीं? अस्तु, संयोगसम्बन्धः. जल द्रव्ययोः मध्ये संयोगसम्बन्धः. तर्हि जलम् इति द्रव्यं, पृथ्वी अपि द्रव्यं, जलं पृथ्व्याम् अस्ति चेत् संयोगसम्बन्धेन. जलं पृथ्वी तु अनिल अनिल संयोगसम्बन्धेन अस्ति. हा, जलम् अनिले अस्ति चेत् संयोगसम्बन्धेन एव भवति. सत्यं, हा अस्तु. रामप्रिया भगिनी अग्रे वदतु. धन्यवादः. अत्र स्व इति शीतस्पर्शः अस्ति. शीतस्पर्शः समवायिसम्बन्धेन जले अस्ति. प्रथमं जलं संयोगसम्बन्धेन पृथिव्यां वा अनिले वा अस्ति. अवगच्छामि. हा, तर्हि तद् वाक्यमपि किञ्चित् वाक्यस्य विवरणमपि करोतु भगिनि. जलगतशीतस्पर्श जलगतशीतस्पर्श एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते. यदा जले विद्यमानशीतस्पर्शः अस्ति तदेव स्वसमवायिसंयुक्तत्वसम्बन्धेन. यदा जल पृथिवी क्षम्यतां जलशीतस्पर्श पृथिवी या अनिलः किमपि तयोः स्थितः किं प्रतीयते इत्युक्ते ज्ञानम् उत्पाद्यते वा तयोः मध्ये किमपि सम्बन्धः अस्ति इति ज्ञानम् उत्पद्यते तयोः इत्युक्ते अत्र शीतस्पर्शः पृथिव्योः न एकक्षणं चिन्तयतु तद् जलपृथिव्योः क्षम्यतां जलपृथिव्योः न जलगतशीतस्पर्श एव स्वसमवायीसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते प्रथमं तयोः इति तत्र कि विभक्ति का अत्र तयोः इति सप्तमी किल उत्तमं सप्तमी द्विवचनं तर्हि तत्र कयोः स्थितः इति प्रतीयते इत्युक्ते इति दृश्यते अथवा इति इति भासते कयोः अत्र अहं वदामि पृथिव्याम् अनिले हानि उत्तमं पृथिव्याम् अथवा अनिले तत्र जलगत इत्युक्ते जले स्थितः शीतस्पर्शः एव तेन इत्युक्ते तत्र तादृशपरम्परासम्बन्धेन पृथिव्यां वा अथवा अनिले वा अस्ति इति ज्ञानम् उत्पद्यते भासते इत्युक्ते ज्ञानम् उत्पद्यते तेजसः उष्णस्पर्शस्यपि उष्णस्पर्शस्यापि इत्थमेव पृथिवीजलवायुषु भानं समर्थनीयं तेजसः उष्णस्पर्शस्य अपि इत्थम् इत्युक्ते एतादृशमेव तथैव तथैव पृथ्वीजलवायुषु भानं समर्थनीयं भानम् आवाम् अनुभूयानां न भानम् इत्युक्ते ज्ञानम् ओ भानम् ज्ञानं समर्थनीयम् अस्तु तेजसः उष्ण तत् तेजसः तु आयाति पृथ्वीजलवायुषु उष्णस्पर्शस्य ज्ञानं समर्थनीयं कथं समर्थनीयं पृथ्वीजलवायुषु उष्णस्पर्शः सत्यम् उष्णस्पर्शः कथम् आगच्छति पृथ्वीजलवायुषु तेजस् आयाति चेत् सत्यं तत्र सम्बन्धः कः इत्थमेव इत्युक्ते किम् अत्र समवायसम्बन्धेन कः कस्मिन् पृथ्वी जलवायुषु उष्णस्पर्शः अस्ति उष्णस्पर्शः तेजसि समवायसम्बन्धेन अस्ति समवायसम्बन्धेन अस्ति इदानीं भवती एव उक्तवती खलु उष्णस्पर्शः केवलं तेजसि अस्ति इति आरम्भे भवती एव किञ्चित् समयपूर्वम् उक्तवती स्मरति वा तर्हि इदानीं समवायसम्बन्धेन कथं पृथ्वीजलवायुषु आगच्छति तेजस्पर्शः तेजसि एव अस्ति खलु उष्णस्पर्शः सत्यं भगिनि उष्णस्पर्शः तेजसि अस्ति खलु समवायसम्बन्धेन इदानीं कथं तत्सर्वं पृथ्वीजलवायुषु आगच्छति समवाय समवायिसंयुक्तत्वसम्बन्धेन. धन्यवादः. तदेव अस्तु, इदानीम् अवगतवती इति चिन्तयामि. पठामि अग्रे. एकक्षणं, सुनिल् न, सुनिल् महोदय, भवान् पठति वा? आं भगिनि. अतिस्वच्छे गङ्गाजले प्रतीयमानः नीलिमा अपि पार्थिवभागानाम् एव शुक्लातिरिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् एवं रसे अपि. यदा वयं पूर्वं दृष्टवन्तः तादृशरीत्या तत्र स्वच्छगङ्गाजले किमपि रूपं पश्यामः तत्रापि पार्थिववस्तु परम्परासम्बन्धेन एव तत्र नीलिमा दृश्यते इति. शुक्लादि तत्र रूपविशेषाणाम् अपि पृथिवीमात्रं वर्तित्वात् इति. इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः जले गन्धः अस्ति इति, तद् प्रत्यक्षे नास्ति, पृथिवी अंशः तत्र अस्ति इति कारणेन एव इति तादृश. न न, तत्र एकक्षणं महोदय, शुक्ल अतिरिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् इत्युक्ते किम्? तत्र रूपं रूपविशेषाणां अस्तित्वम् इत्युक्ते तत्र अत्र शुक्ल अन्य रूपाणि सन्ति किल, अत्र शुक्लनील तादृशरूपाणि भवति इति प्रतीयते. अत्र अपि पृथिवी अंशस्य वृत्तित्वम् अस्ति इति कारणेन एव इति. सत्यं, परन्तु शुक्ल अतिरिक्त इति किमर्थम् अस्ति अत्र? अत्र वयं यदा वयं तत्र रूपस्य सप्तविधः इति दृष्टवन्तः खलु, तत्र सप्त रूपाणि सन्ति इति. तत्र केवलं शुक्लवर्णं तत्र पृथिव्यां जले तेजसि अस्ति, भास्वरशुक्लवर्णम्, अभास्करशुक्लवर्णम् इति दृष्टवन्तः. तत् अतिरिक्त इत्युक्ते तद्विहाय अन्यानि रूपाणि केवलं पृथिव्याम् अस्ति. शुक्लवर्णम् एव तत्र, शुक्लवर्णः पृथिव्यामपि अस्ति, जले अपि अस्ति, तेजसि अपि अस्ति. तर्हि शुक्लवर्णविहाय अन्यत् अन्यवर्णाः यदा जले वा अन्यत्र कुत्रापि प्रतीयते, तत्र पृथिव्याः पृथ्वीकणाः सन्ति इति कारणात् एव भवति इति. यतोहि तेषां तु पृथ्वीमात्रवृत्तित्वम् इत्युक्ते ते पृथिव्याम् एव सन्ति इति. ओ एवम्, अतः अत्र नीलिमा इति प्रत्येकम् उक्तम्. हा, यथा नीलवर्णं वा भवतु, रक्तवर्णं वा भवतु, पीतवर्णं वा भवतु, यत्किमपि भवतु, तत्सर्वं तत्र पृथिव्यामेव अस्ति शुक्लवर्णं विहाय. तत्र परन्तु यदा पृथिव्यामपि शुक्लवर्णं अथवा तत्तादृश अंशः अपि अपि भवितुमर्हति किल, अथवा सर्वदा नास्ति इति वा? पुनः वदतु, प्रश्नः न अवगतः. तत्र जले पृथिव्यां बास् सूर्यस्य तादृश शुक्ल भास्रशुक्ल रूपम् अस्ति इति वदामः, तेजसि. परन्तु अत्र पृथिवी कणे अपि तादृशरूपं शुक्लरूपं पृथिव्यां तु न न सर्वरूपवृत्तित्वं पृथिव्यां पृथिव्यां तत्र शुक्लवर्णमपि अस्ति, नीलवर्णमपि अस्ति, रक्तवर्णमपि अस्ति, परन्तु शुक्लं विहाय अन्यवर्णाः ये सन्ति ते केवलं पृथिव्याम् अस्ति, अन्यत्र नास्ति. इत्युक्ते शुक्लवर्णः पृथिव्यां नास्ति इति न, शुक्लवर्णः अपि पृथिव्याम् अस्ति. हा अग्रे सर्वत्र च वस्तुतः अस्ति भगिनि, सर्वे अपि अस्ति, शुक्लाभि अपि अस्ति, सत्यं सत्यं पृथिव्या हि अपि अस्ति, जले नास्ति. हा सर्वे वर्णाः पृथिव्यां सन्ति, शुक्लवर्णः भास्वरशुक्लवर्णः इति तेजसि, अभास्करशुक्लवर्णः इति जले. हा पठतु महोदय. सर्वत्र वस्तुतः रूपादीनाम् अनाश्रये अपि द्रव्ये समवायि संयुक्तस्वरूपपरम्परासम्बन्धस्यैव भाननीय नियामकत्वम्. एवमेव शब्दस्य आकाशगुणस्य वायौ, ज्ञानस्य आत्मगुणस्य शरीरे भानम्, पूर्वोक्तेन स्वसमवायि संयुक्तस्वरूपसम्बन्धेनैव समर्थनीयम्. आम् अत्र इदानीं रूपादीनां अनाश्रयः इति अस्ति. अत्र वयं पूर्वं दृष्टवन्तः तत्र जले शीतस्पर्शः समवायसम्बन्धेन अस्ति इति. इदानीं रूपादीनां आश्रयः कदा इति, कथं भवति इति. अतः एकक्षणं, सर्वत्र इत्युक्ते तत्र केवलं जले इति न खलु, यत्र कुत्रापि रूपस्य अनाश्रयत्वं सर्वत्र अस्ति पृथ्वीं विहाय. पृथिवीं विहाय सर्वत्र रूपस्य अनाश्रयत्वम् अस्ति. तर्हि यत्र कुत्रापि वयं रूपं पश्यामः तत्र एतादृशसम्बन्धेन एव रूपं तत्र अस्ति इति ज्ञानं वयं इति वयम् अवगन्तव्यमस्ति इति अस्माभिः अवगन्तव्यम्. भगिनि किमर्थं अनाश्रये इत्युक्ते आश्रयः नास्ति इति खलु. परन्तु अत्र हा इत्युक्ते अत्र जले इदानीं रक्तवर्णं दृश्यते, परन्तु जलम् इति रूपस्य आश्रयः नास्ति, रूपस्य अनाश्रयमस्ति जलम्. तर्हि यद्यपि अनाश्रये रूपादीनां भानं भवति इत्युक्ते ज्ञानम् उत्पद्यते इत्युक्ते तद् अस्ति इत्येव दृश्यते, तथापि वस्तुतः तत्र रूपं नास्ति, परन्तु परम्परासम्बन्धेन एव तत्र रूपमस्ति इति वयम् अवगन्तव्य इति अस्माभिः अवगन्तव्यम्. प्रत्यक्षे अथवा प्रत्यक्ष आश्रयं नास्ति, परन्तु परम्परासम्बन्धेन आश्रयः अस्ति इति. हा हा साक्षात् आश्रयः नास्ति, सत्यम्. तथैव अत्र शब्दस्य अपि वायौ यथा इदानीं तत्र वायौ शब्दः अस्ति इति दृश्यते, परन्तु वस्तुतः शब्दः इति आकाशस्य गुणः खलु, तत्रापि तथैव तत्र वायुकणाः आकाशे सन्ति इति कृत्वा, क्षम्यताम्, आकाशकणाः वायौ सन्ति इति कृत्वा तथा भवति. तथैव ज्ञानस्य अपि शरीरे इत्युक्ते तत्र वयं अस्माकं शरीरे ज्ञानं भवति इति चिन्तयेम खलु, परन्तु वस्तुतः आत्मनि एव ज्ञानं भवति. तर्हि परन्तु आत्मशरीरयोः सम्बन्धेन एव तथा भवति इति. शरीरे अस्ति इति प्रतीयते. सत्यं. तर्हि तत्र यद्वयम् इदानीं तत्र किञ्चित् विस्तारेण चर्चितं तदेव अत्र चित्ररूपेण अस्ति. तर्हि अग्रे अग्रिमपुटे यद्वाक्यमस्ति तत् पठतु. अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपमिति गुणप्रत्ययः समर्थनीयः. तादृश उदाहरणानि स्वीकृत्य तत्र गुणादौ अत्र किं रूपमस्ति इति प्रतीतिः. न न, हा हा हा, एकक्षणम् एकक्षणम् अहं वदामि. अत्र किञ्चित् भिन्नविषयः. तत्र एकम् इति तत्र एकत्वमिति संख्या अस्ति खलु. एकम् इति संख्या अपि गुणः. यदा वयम् एकं रूपम् इति वदामः तत्र वस्तुतः यदा एकं फलम् इति वदामः तत्र एकत्वम् इति संख्या फले अस्ति. इत्युक्ते एकत्वम् इति गुणः फले अस्ति. तत्र गुणः द्रव्ये भवितुम् अर्हति. सत्यम्. परन्तु एकं रूपम् इति वदामः चेत् तत्र गुणः गुणे भवति वा? गुणः गुणे न गुणः गुणे न भवति खलु. तर्हि एकं रूपमिति कथं वा वक्तुं शक्नुमः इति प्रश्नः आगच्छति. तर्हि तत्रापि तथैव तत्र परम्परासम्बन्धः. इत्युक्ते वस्तुतः एकं रूपम् इति वदामः चेत् तत्र घटः इति अस्ति चेत् घटे रूपमस्ति इति कृत्वा तथैव तत्र अवगन्तव्यं, न तु तत्र गुणः गुणे साक्षात् अस्ति इति न इति. इतोपि अग्रे एतस्मिन् विषये एव आगच्छति. किञ्चित् पठेम, तदनन्तरं प्रश्नः अस्ति चेत् पुनः पठतु. पुनः पृच्छतु. हा, रामप्रिया भगिनी भवती पठति वा? आं भगिनि. सूक्तिललन्तिका. गुणे अपि जायमानः गुणप्रत्ययः समर्थनीयः तथा हि अस्ति समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति कश्चित् कारणविभागः वक्ष्यमाणः. उत्पाद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायीकारणं, यथा घटः कपाले समवायेन उत्पद्यते. अवयव अवयविनोः समवायात् रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात्. क्रियाकन्दुके समवायेन उत्पद्यते क्रियाक्रियावतोः समवायात्. एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्. अत्र गुणे अपि जायमानः गुणप्रत्ययः समर्थनीयः. गुणे यद् गुणः गुणे इति विषये अस्ति इति चिन्तयामि. प्रथमं समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति वयं कारणस्य विभागः पूर्वमेव वयं दृष्टवन्तः. तद्विषये अस्ति यत् प्रथमं समवायीकारणम् इत्युक्ते यद् उत्पद्यमानं कार्यं तत् समवायसम्बन्धेन यत् कार्यम् उत्पद्यते तदेव समवायीकारणम् इति. उदाहरणरूपेण घटः कपाले समवायकारणेन उत्पद्यते. घट अवयव घटः कपालः इति अवयव अवयविनोः सम्बन्धः अस्ति. घटः कपालः अवयवः घटः अवयवी इति अवयव अवयविनोः सम्बन्धः समवायसम्बन्धः. द्वितीयम् इत्युक्ते एकक्षणं कः कस्मिन् अस्ति इदानीम् अवय घटः कपाले अस्ति सत्यम् अस्तु तत्र अवयवी किं कारणं हा अवयवी अवयवे अवयवे तत्र कार्यं किं कारणं किं कार्यं क्षम्यतां कारणं कपालः कार्यं घटः उत्तमं तर्हि कार्यकारणं मध्ये तत्र अस्तु तत्र कारणम् इति यदा वदामः चेत् कारणं कुत्र भवेत् कारणं कुत्र भवेत् इत्युक्ते भगिनि तत्र अधिकरणं कारणस्य अधिकरणं कारणस्य अधिकरणम् अत्र कपालः अस्ति इत्युक्ते समानाधिकरण्यं खलु समानाधिकरणं तत्र कारणं तर्हि इदानीं कार्यं कपाले कारणम् अपि कपाले इति कथं वक्तुं शक्नुमः केन सम्बन्धेन तद् तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति कपालः कपाले स्वस्मिन् सम्बन्धेन तादात्म्यसम्बन्धेन अस्ति उत्तमं तर्हि इदानीं कार्यं समवायसम्बन्धेन कारणम् इति तादात्म्यसम्बन्धेन अस्ति तर्हि तत्र कारणं इत्युक्ते कपालः अत्र समवायसम्बन्धेन कार्यम् उत्पादयति इति कृत्वा अत्र समवायीकारणं कपालः अवगच्छति वा तथैव तत्र घटः घटः रूपमपि इत्युक्ते रूपं घटे कीदृशसम्बन्धेन तिष्ठति रूपं घटे समवायसम्बन्धेन तिष्ठति तत्र यतोहि तत्र तेषां मध्ये तत्र गुणगुणिनोः सम्बन्धः खलु गुणगुणिनोः मध्ये समवायसम्बन्धः रूपमिति गुणः गुणि इति तदाश्रयभूतं द्रव्यम् इदानीं घटः तर्हि तयोः मध्ये समवायसम्बन्धः तर्हि घटः इति रूपं प्रति कारणं कारणं तर्हि घटः इति कारणं समवायसम्बन्धेन कार्यम् उत्पादयति इत्युक्ते समवायसम्बन्धेन रूपम् उत्पादयति इति कृत्वा अत्रापि समवायीकारणं समवायीकारणम् तथैव तत्र इदानीं क्रियाकन्दुकस्य विषये भवती वदति वा तत्र घटः क्रिया योः मध्ये समवायसम्बन्धः कन्दुकक्रियामध्ये कन्दुकक्रियामध्ये घटः कारणं कन्दुकक्रिया कार्यम् अस्ति क्षम्यतां भगिनि घटः नास्ति खलु क्रिया अस्ति कन्दुके घटः इति कुतः ओ क्रिया कन्दुके किल अयम् अहं चित्रं दृष्ट्वा वदामि भगिनि अत्र घटः इति अस्ति तदेव ओ ओ ओ ओ क्षम्यताम् अस्तु तद् दृष्ट्वा एव घटः इति वदामि कन्दुकम् कन्दुकः कन्दुकं क्रिया मध्ये समवायसम्बन्धः अस्ति कन्दुकं कारणं कन्दुकक्रिया एव कार्यम् अस्ति क्रियाक्रियावतोः मध्ये समवायसम्बन्धः क्रिया एव समवायीकारणं किल एकक्षणं चिन्तयतु तत्र कारणं किं कार्यं किं कारणम् अस्ति कन्दुकं क्रिया एव कार्यमस्ति कन्दुकं समवायीकारणम् अस्ति उत्तमम् इत्युक्ते समवायेन तत्र कार्यम् उत्पादयति इति कृत्वा कन्दुकम् इति समवायिकारणम् उत्तमं तर्हि पुष्पा भगिनी भवती अग्रे किञ्चित् पठति वा? इतरेषां जन्यद्रव्यगुणकाः एकक्षणं कस्मात् पट एकक्षणं तथा च घटस्य रूपस्य न न न अत्र पूर्व भागेषु एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यते बोध्यं दत्तु समवायसम्बन्धः समवायीकरणं कुत्र अस्ति अत्र हा इत्युक्ते यत्र यत्र गुणः द्रव्यम् अथवा गुणः अथवा क्रिया इति कर्म इत्युक्ते क्रिया खलु तद् तस्य जन्य इत्युक्ते तत्र कार्यं जन्यता जनकता इत्यपि वयं कार्यकारणभावस्य पर्यायपदम् इति दृष्टवन्तः तर्हि यत्र यत्र तादृशकार्यं भवति तत्रापि तथैव तत्र समवायिकारणम् अस्ति इति ज्ञातुं शक्नुमः अत्र समवायीकरणं कारणम् असमवायीकरणम् अस्ति अत्र कारणं प्रायः हा हा मुद्रणदोषः प्रायः सत्यं तथा च घटस्य रूपस्य क्रियायाः च समवायेन उत्पत्तिः कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुकरूपद्रव्ये एव च भवति इति सर्वस्य अपि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम् तत्र रूपस्य घटस्य कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुक तत्र रूपम् इत्युक्ते तत्र रूपमिति गुणः न रूपम् इत्युक्ते तत्र नाम इत्युक्ते घट इति द्रव्ये कपाल इति द्रव्ये कन्दुकम् इति द्रव्ये इति द्रव्ये घटस्य रूपस्य क्रियायाः समवायसम्बन्धेन उत्पत्तिः इत्युक्ते तत्र समवायीकारणम् इति द्रव्यमेव भवति इति तत्र द्रव्ये तत्र द्रव्ये एव तद् समवायसम्बन्धेन उत्पत्तिः भवति इति अस्ति अस्तु अस्तु तत्र एकक्षणं सुनील् महोदय भवान् अग्रे पठति वा किञ्चित् तत्र कार्यकारणभावविचारे कार्यकारणयोः समानाधिकरण्यम् आवश्यकम् इति प्रागेण निरूपितं तादृशसमानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धोऽपि साधितः पूर्वं तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटमुत्पादयति घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपमुत्पादयति तथैव कन्दुकोऽपि यां क्रियां जनयति इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणमिति उच्यते इदानीं पुनः तत्र कार्यकारणविचारः अस्ति तत्र कार्यकारणयोः मध्ये समानाधिकरणम् आवश्यकम् इति वयं पूर्वं दृष्टवन्तः अत्र तादृश समानाधिकरणस्य वर्णनाय वयं तादात्म्यरूपः अपि स्वीकृतवन्तः तादात्म्यसम्बन्धः अपि अतः तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति वयं तदपि वयं दृष्टवन्तः. तादृशं समवायसम्बन्धेन स्थित्वा घटम् उत्पादयति इति. अनन्तरं घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्तित्वा समवायेन इदानीं रूपमपि उत्पादयति. तादृशं वयं अन्य समवाय सम्बन्ध सम्बन्धं स्वीकुर्मः चेत् तत्र कन्दुकं च क्रियां जनयति. अनन्तरं कपालः घटः तत्र स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति इति अत्र समवायीकरणम् इति उच्यते. हा, इत्युक्ते यत्र यत्र समवायीकारणम् इति वयं वदामः तत्र कारणम् इति यत् भवति तद् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन यदा कार्यम् उत्पादयति तथा एव तत्र समवायीकारणम् इति भवति. हा हा हा, परन्तु एतावत्पर्यन्तम् अवगतं वा? आमां. गतसमवायीकारणम् इत्युक्ते किम् इति? अतः सर्वदा यदा समवायसम्बन्धेन एवं स्वस्मिन् सम्बन्धेन अपि स्थित्वा किमपि उत्पादनं भवति तद् समवायिकारणम् इति उच्यते. हा, तत्र समवायसम्बन्धेन यदा कार्यं जनयति तदा समवायिकारणम् इति उच्यते. पुष्पा भगिनी, भवती अवगच्छति वा? एकवारं वदति वा समवायिकारणम् इत्युक्ते किम् इति? अवगच्छामि भगिनि. हा, समवायिकारणम् इत्युक्ते किम् इति एकवारं वदति वा? अत्र कपालः स्वस्मिन् तादात्म्येन भगिनि तत्र पुस्तके यदस्ति तद् मा पठतु. तत्र भवती स्वस्य कपालः तादात्मिक प्रभावेन समवायेन घटम् उत्पादयति. हा, तादात्म्यसम्बन्धेन कपालः कुत्र अस्ति? कपालः घटे अस्ति. कपाले अस्ति. भगिनि, कश्चिदपि केनचित् अपि सम्बन्धेन कपालः घटे न भवति एव. अस्तु, घटः कपाले भवति, न तु घटः कपालः घटे. अस्तु, तर्हि तादात्म्यसम्बन्धेन कपालः स्वस्मिन् अस्ति. स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटमिति कार्यं जनयति. हा, कीदृशसम्बन्धेन घटं जनयति? समवायसम्बन्धेन. उत्तमम्, अति उत्तमम्. अस्तु, तर्हि हा, सुनील् महोदय, भवान् अग्रे पठतु. तत्तु समवायिकरणं. हा, समवायिकरणम् अस्तु. कः अस्ति समवायिकरणम् इदानीं तत्र? समवायसम्बन्धेन. न न इत्र इदानीं भवती उक्तवती खलु समवायिसम्बन्धः इत्युक्ते कः, क्षम्यतां, समवायिकारणम् इत्युक्ते किम् इति. तर्हि कपालघटयोः मध्ये इदानीं कार्यं किं, कारणं किम्? घटः कारणम्. घटः कारणम् अस्तु, कार्यं किं तर्हि? कार्यं समवाय कपालः कपालः इति कार्यं, घटः इति कारणं. कारणं हा अस्तु. कार्यकारणविषये यदा वयम् आरम्भे पठितवन्तः तत्र निकषत्रयम् इति चिन्तितवन्तः खलु. तत्र कारणं कार्यस्य पूर्वक्षणे भवेत् इति एकः निकषः आसीत्. तर्हि कपालः कपालस्य निर्माणस्य प्राक् घटः अस्ति वा? घटः नास्ति. तर्हि कः कार्यं भवति, कः कारणं भवति? कार्यं कारणं घटः घटः घटः. भगिनि इदानीमेव उक्तवती खलु घटः पूर्वक्षणे नास्ति इति. तर्हि कपालस्य पूर्वं घटः नास्ति चेत् घटः कथं कारणं भवितुं शक्नोति? किञ्चित् चिन्तयित्वा वदतु. कपालः कार्यं, घटः कारणं. पुनः पुनः तदेव वदति भगिनी. किञ्चित् चिन्तयित्वा वदतु. इदानीं भवती एव उक्तवती घटः कपालस्य पूर्वक्षणे, कपालस्य निर्माणस्य पूर्वक्षणे नास्ति इति. तर्हि कपालः कारणं भवितुं न शक्नोति खलु, कारणं न भवति एव. भवती एव इदानीम् उक्तवती कार्यं भवति, कार्यं भवति घटः, कार्यं भवति. हा कपालः कारणं भवति. कीदृशं कारणं? समवायसम्बन्धेन. कीदृशं कारणं? उत्तमम् उत्तमं, धन्यवादः. हा सुनील् महोदय, भवान् अग्रे पठतु. अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यदावच्छेदकसम्बन्धः भवति. येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणदावच्छेदकसम्बन्धः. स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्य च प्रकृतकारणता भिन्ना इति बोधयति. तथाविधः प्रकृते समवायसम्बन्धः कार्यतावच्छेदकः, तादात्म्यसम्बन्धश्च कारणतावच्छेदकः. एवञ्च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणदाश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्. अत्र इदानीं केन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते, सः कार्यता अवच्छेदकसम्बन्धः इति वदति. अधिकरणे केन सम्बन्धः अस्ति, तद् कार्यता अवच्छेदकसम्बन्धः इति. केन सम्बन्धेन तत्र कार्यमिति अस्ति चेत् कार्ये कार्यता कुत्र अस्ति? कार्ये अस्ति, कार्ये अस्ति. कारणता कुत्र अस्ति? कारणे अस्ति, कारणे अस्ति. तर्हि इदानीं तत्र कारणता भिन्नभिन्नकारणताः भवितुं शक्नोति खलु. तर्हि तत्र यत्पूर्वं वयं दृष्टम् अवच्छिन्नविषये, इत्युक्ते भिद्यते इति वयं दृष्टवन्तः आरम्भे. तर्हि इत्युक्ते तत्र कारणता कीदृशी इति अस्ति चेत् तत्र तादात्म्यसम्बन्धेन अवच्छिन्नकारणता इति वक्तुं शक्नुमः खलु. इत्युक्ते तादात्म्यसम्बन्धः अपि इदानीं कपाले अस्ति, कारणता अपि कपाले अस्ति. तर्हि तादात्म्यसम्बन्ध अवच्छिन्नकारणता, तथैव घटे समवायसम्बन्धः अस्ति, घटे कार्यता अपि अस्ति. तर्हि समवायसम्बन्धेन अवच्छिन्ना कार्यता इति तत्र मनसि तच्चित्रं भवेत्. तर्हि तथैव तत्र किञ्चित् स्पष्टता भवति, नो चेत् तत्र पुनः पुनः भ्रमः एव भवति. तर्हि कार्यता अवच्छिद्यते तत्र समवायसम्बन्धेन, कारणता अवच्छिद्यते तादात्म्यसम्बन्धेन. तर्हि तदेव तद् बृहत्पदम् इति दृश्यते खलु, तत्र एवं च इति अन्तिमवाक्यं, तत् पुनः इदानीम् एतत् सर्वं मनसि निधाय पठति चेत् तस्य अवगमनं सम्यक् भवेत्। तत्र चित्रं मनसि स्यात्, इदानीं तद्वाक्यं पठतु अन्तिमवाक्यम्। एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणवाश्रयत्वं समवायीकरणस्य लक्षणं पर्यवसितम्। इदानीम् अवगच्छति वा? अतः अत्र यत्र कार्यमस्ति अत्र कार्यतावच्छेदसम्बन्धः भवति, अत्र कारणमस्ति तत्र कारणवावच्छेदकसम्बन्धः तत्रापि तादात्म्यसम्बन्धः अपि अस्ति। यत्र कार्यतावच्छेदकसम्बन्धः कः? कार्यतावच्छेदः अत्र इदानीं घटे अस्ति इति न, न कार्यतावच्छेदकसम्बन्धः कः? केन सम्बन्धेन अधिकरणे अधिकरणे कार्यम् अस्ति इति सम्बन्धः कः? सः सम्बन्धः ओ अत्र समवायसम्बन्धः किल? हा समवायसम्बन्धः, सत्यं। तर्हि तथैव कारणतावच्छेदकसम्बन्धः कः? तत्र इदानीं तादात्म्यसम्बन्धः अपि अस्ति। हा तत्र इदानीम् इत्युक्ते सर्वदा तथैव खलु, समवायिकारणम् इति यत्र यत्र अस्ति तत्र तत्र तथैव भवति। तत्र कार्यतायाः अवच्छेदकं भवति समवायसम्बन्धेन, कारणतायाः अवच्छेदकं भवति तादात्म्यसम्बन्धेन। तदर्थमेव इदानीं लक्षणवाक्यम् इति उक्तम्। अवगच्छति वा? उत्तमं। तर्हि रामप्रिया भगिनी अग्रे पठति वा? आं भगिनि। एतादृशकार्यकारणकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायीकारणत्वे च सिद्धे एको घटः इति घटे एकत्व अवगाही प्रत्ययः तयोः समवायम् एव प्रकाशयति संख्यायाः घटस्य च समवायात्। परन्तु एकं रूपम् इति प्रतीतिः जायमाना अपि एकत्वरूपयोः समवायं न प्रकाशयति। दर्शितरीत्या संख्यारूपगुणं प्रति रूपत्वम् रूपत्वम् एकस्य गुणस्य समवायीकारणत्व असम्भवात्। अतः इयं प्रतीतिः तयोः समवायं न अवगाहते, किन्तु समवायघटितसमानाधिकरण्यम् एव। एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते। तदेव अग्रिमम् अपि पठामि वा भगिनि? हा तत्र अग्रिमपुटे अपि यद् अस्ति दिक्पर्यन्तं पठित्वा। अतः तयोः समानाधिकरण्यं समवायघटितं घटितम् इति स्पष्टम्। एवं च घटे समवायेन विद्यमानम् एकत्वं समानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यः कर्तुम् इति दिक्। एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायीकारणत्वे च सिद्धे एको घटः इति घटे एकत्व अवगाही प्रत्ययः तयोः समवायमेव प्रकाशयति। प्रथमं कार्यकारणभावः वयं सिद्धवन्तः। इत्युक्ते तत्र भावकार्यमात्रम् इति किमर्थम् अस्ति चेत् तत्र अभावस्य प्रसङ्गः नास्ति। अभावस्य प्रसङ्गः यत्र अस्ति तत्र समवायिकारणम् इति नास्ति। तदर्थम् अथवा तत्र भिन्नरीत्या भवति तर्हि इदानीं तद् मास्तु. तर्हि तत्र यत्र भावकार्यम् अस्ति तत्र इदानीं प्रत्ययः इत्युक्ते आकारः एकः घटः इति आकारः अस्ति चेत् तत्र घटे एकत्व अवगाही प्रत्ययः इत्युक्ते घटे एकत्वम् इति संख्या अस्ति इति अवगाही इत्युक्ते विषयीक्रियते इत्युक्ते नानं ज्ञानम् उत्पाद्यते इति. तर्हि घटे एकत्वम् इति ज्ञानस्य उत्पादनं भवति अपि च तयोः मध्ये समवायमेव प्रकाशयति इत्युक्ते तयोः इत्युक्ते कयोः घट एकत्वयोः. हा उत्तमं. तर्हि घटम् अपि च एकत्वं घट क्षम्यतां घटः अपि च एकत्वं घटः इति द्रव्यम् एकत्वम् इति गुणः तयोः मध्ये समवायम् अस्ति खलु समवाय इत्युक्ते समवायसम्बन्धः अस्ति इति एव तद् ज्ञानमेव एकः घटः इति आकारः अस्ति चेत् तादृशज्ञानमेव भवति इत्युक्ते एकत्वम् इति संख्या घटे अस्ति इति. द्वितीयसंख्यायाः संख्यायाः घटस्य च समवायात् तदेव सम्बन्धः एकत्वं घटः मध्ये समवायसम्बन्धः. परन्तु एकं रूपमिति प्रतीतिः जायमाना अपि एकत्वरूपयोः समवायं न प्रकाशयति. यदा एकं रूपम् इति वयं प्रतीतिः ज्ञानम् अस्ति चेत् तत्र एकत्वं रूपयोः मध्ये समवायसम्बन्धः न भवति. हा इत्युक्ते एकं रूपम् इति यदा आकारः अस्ति चेत् तत्र एकत्वं रूपे अस्ति इति वयं न चिन्तयामः खलु. तत्र तथा न भवति इत्युक्ते तयोः मध्ये समवायसम्बन्धः अस्ति इति ज्ञानं न. दशितरीत्या संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायीकारणत्व असम्भवात्. संख्यारूपगुणं तदेव एकत्वं रूपं गुणः अस्ति द्वयमपि गुणम् इत्युक्ते समवायिकारणमिति यदा वयम् इदानीं दृष्टवन्तः तत्र किम् उक्तवन्तः समवायिकारणम् इत्युक्ते तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति इदानीं घटः रूपम् इति चिन्तयतु. घटः स्वस्मिन् तादात्म्येन स्थित्वा घटमिति अधिकरणे रूपम् इति कार्यं सिद्ध्यति खलु उत्पद्यति. तर्हि घटः अपि च रूपं तयोः मध्ये समवायसम्बन्धः अपि अस्ति अपि च घटः इति रूपस्य समवायीकारणं भवति यतोहि तत्र तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन रूपमिति कार्यं जनयति. परन्तु एकत्वं रूपं मध्ये तथा नास्ति खलु. एकत्वं रूपम् इति तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा कार्यं जनयति इति वक्तुं न शक्नुमः. तर्हि तयोः मध्ये तादृशसमवायी समवायी सम्बन्धः नास्ति. तर्हि एकं रूपम् इति वदामः चेत् तादृश आकारः अस्ति चेत् तेन कीदृशं ज्ञानं भवति इति इदानीं प्रश्नः. तदेव अग्रे अस्ति, पठतु. अतः इयं प्रतीतिः तयोः समवायं न अवगाहते किन्तु समवायघटितसमानाधिकरण्यम् एव. तत्तु समवायी ज्ञानं तत् न उत्पद्यते एकं रूपम् इति प्रतीतिः. परन्तु तत्र कयोः समवायत्वं न अवगाहते रूपम् एकत्वम् एकत्वयोः क्षमता रूप एकत्वयोः समवायी न समवायं न उत्पाद्यते ज्ञानं न उत्पाद्यते. तत्र तु परन्तु समवायिघटितसमानाधिकरणं तद् उत्पाद्यते. समवायिघटितसमानाधिकरण्यं रूप एकत्वयोः मध्ये समवायघटितसमानाधिकरण्यं उत्पद्यते. इत्युक्ते अत्र समवायघटित इत्युक्ते समवाय समवायभूत इति चिन्तयतु. समवायभूतसमानाधिकरण्यम् इत्युक्ते रूपमपि समवायसम्बन्धेन घटे, एकत्वमपि समवायसम्बन्धेन घटे. तर्हि यदा वयम् एकं रूपम् इति वदामः तर्हि तत्र एकम् अपि च रूपम् इति समवायसम्बन्धेन यत्र अस्ति तस्य ज्ञानं, तादृशज्ञानमेव उत्पद्यते. इत्युक्ते एकम् अपि च रूपम् इति द्वयोः अपि समानाधिकरण्यं समवायसम्बन्धेन कुत्रापि अस्ति इति एव ज्ञानम्. इत्युक्ते एकं रूपम् अस्ति इति वयं वदामः चेत् रूपमिति पृथक्तया नास्ति खलु. प्रायः पटः वा भवतु, पुस्तकं वा भवतु, यत्किमपि भवतु, तत्र यत्किमपि द्रव्यं भवतु, तस्मिन् रूपम् अस्ति, एकत्वम् अपि अस्ति इति एव वयं ज्ञातुं शक्नुमः. एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते. तदेव एकत्वमपि रूपमपि समवायेन, उभयमपि समवायेन घटे वर्तते इति. अनन्तरमस्ति अतः तयोः समानाधिकरण्यं समवायघटितम् इति स्पष्टम्. तयोः इत्युक्ते अत्रापि रूप एकत्वयोः समानाधिकरण्यं समवायसम्बन्धेन इति स्पष्टं जातम् अत्र. एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यः कर्तुम् इति दिक्. यद् तदेव घटे समवायेन एकत्वं सामानाधिकरण्येन तदेव रूपे अपि तद् ज्ञानं भवति इति तदेव अलम् इति अस्ति. तादृशज्ञानस्य निर्वाहः पुनः एकवारं वदतु, क्षम्यतां. घटे समवायेन एकत्वं तदेव सामानाधिकरण्येन रूपे अपि तदेव ज्ञानम् उत्पाद्यते इति तादृशज्ञानस्य निर्वाहः शक्यः इति अस्ति. निर्वाहः शक्यः इत्युक्ते तादृशज्ञानं समीचीनम् इति वा? इत्युक्ते तत्र यदा तद् अस्ति इत्युक्ते तत्र एकं रूपमिति अस्ति आकारेण तेन आकारेण तादृशनिर्वाहः इत्युक्ते तादृश अवगमनम् अपि वयं कर्तुं शक्नुमः. इत्युक्ते तत्र घटे समवायेन एकत्वमपि अस्ति, रूपमपि अस्ति इति. गुणः गुणे अस्ति इति एतादृशं वयं निरूपणं कर्तुं शक्नुमः इति वा? गुणं गुणे अस्ति इति न खलु वस्तुतः. गुणः गुणे नास्ति. तर्हि तत्र यथा एकं रूपम् इति वदामः चेत् तत्र तत्र एकः घटः एकं फलम् इत्येव दृश्यते. एकं फलम् एकः घटः इति यदा वदामः तत्र गुणः द्रव्ये अस्ति इति ज्ञानं भवति. परन्तु एकं रूपम् इति यदा वदामः तत्र तथा न. इत्युक्ते गुणः गुणे एकत्वं रूपे अस्ति इति न, परन्तु एकत्वं रूपं द्वयोः सामानाधिकरण्यं भवति द्वयोः अपि समवायसम्बन्धेन तत्र सामानादिकरण्यम् अस्ति इति एव ज्ञानं भवति इति. तर्हि अन्ततो गत्वा तत्र तत्र सूक्तिललन्तिका आदौ प्रश्नः अस्ति खलु, तदेकवारं पठतु. कुत्र तत्र शीर्षकः गुणे अपि जायमान तद् प्रथमवाक्यं गुणे अपि जायमानः गुणप्रत्ययः समर्थनीयः. इदानीं गुणे अपि जायमानः गुणप्रत्ययः इत्युक्ते एकं रूपमिति गुणे, इत्युक्ते रूपमिति गुणे जायमानः एकत्वम् इति गुणः, तस्य समाधानं कथं कर्तुं शक्नुमः इति. तर्हि तस्य समाधानं भवति तत्र समवायसम्बन्धेन तत्र सामानादिकरण्यम् इति इति, न तु तत्र गुणः गुणे अस्ति इति. गुणः गुणे नास्ति, परन्तु समानादिकरण्यम् अस्ति, समानादिकरण्यम् अस्ति तत्र गुणयोः. यदा तत्र एकम् एकं रूपम् अथवा एकं रसम् इति यदा वदामः तदा. एतद् संख्या इति न किल अन्य गुणेषु अपि भवितुं? हा यत्र हा हा सत्यं, यत्र एकं गुणम् अन्ये गुणे अस्ति इत्येव दृश्यते, ऐ मीन् तत्र क्षम्यतां दृश्यते इत्युक्ते तत्र आकारः तथा अस्ति इत्युक्ते अत्र संख्या इति विषयः, परन्तु यत्र यत्र तथा भवति तत्र तथा वक्तुं शक्नुमः. एतादृशम् इत्युक्ते एकं रूपम् इत्युक्ते तत्र रूपमपि एकत्वे नास्ति खलु, विपरीतत्वेनापि वक्तुं शक्नुमः. वस्तुतया रूपत्वम् एकं, रूपम् एकत्वं, द्वयोः तत्र समानादिकरण्यम् इति एव आगच्छति. अस्तु, तर्हि इदानीम् एतावत्पर्यन्तं स्पष्टं वा? आं स्पष्टम्. अन्यप्रश्नाः सन्ति वा? एतद् वयं गुणनिरूपणे एव कृतवन्तः किल भगिनि? हा हा हा, वयम् इदानीं गुणनिरूपणे एव स्मः, तत्र गुणनिरूपणम् इतोपि अधिकमस्ति. अस्तु अस्तु, तर्हि अत्र अद्य स्थगयामः. तत्र ध्वनिमुद्रणं शृणोतु महोदयस्य ध्वनिमुद्रणमपि निश्चयेन अस्मिन् सप्ताहे शृणोतु, यतोहि तत्र इतोपि प्रायः किञ्चित् स्पष्टता भवति, यतो एतत्तु किञ्चित् नूतनविषयः, तर्हि पुनः पुनः श्रवणेन लाभः एव. धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः, नमस्ते.